नमस्कारः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं जायमानः विषयः अस्ति अष्टाध्यायां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति विषयः अनुवर्तते. तत्र प्रथमं परिशिष्टं पठामः एकवारम्. अत्र वंशी भगिनी आरम्भं करोति वा? नमस्ते भगिनी, सुमन् अस्मि. नमस्कारः भगिनी. आं भगिनी, करोमि. परिशिष्टम् शिष्टाम् इति नित्यं परिशिष्टं वा परिशिष्टां? परिशिष्टं परिशिष्टं, तत्र मुद्रणदोषः अस्तु. उपर्युक्तं यत् आर्धधातुकप्रत्ययाः त्रिविधाः कित् नित् नित् यित् नित् कित् नित् यित् नित्. एकक्षणं भगिनि, क्षम्यतां, पठनात् प्राक् किञ्चित् अत्र वदतु. अत्र अस्माकं चित्रम् अस्ति खलु पूर्वं? हां, सत्यं. चित्रे तत्र समग्रदृष्टिः अस्ति. तत्र तत्र सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः कति विधाः सन्ति तत्र? सार्धधातुकप्रत्ययः तु द्विविधाः सन्ति, पित् अपि च अपित् अस्ति. आर्धधातुकप्रत्ययः त्रिविधाः अस्ति, कित् नित् नो चेत् यित् नित् नो चेत् कित् नित् यित् नित्. भिन्नः इत्युक्ते पित् इति भवितुमर्हति. किं भवितुमर्हति? यदि कित् नित् यित् नित् नास्ति तत्र पित् अपि भवितुम् अर्हति. हा, पित् अपि भवितुम् अर्हति इति अस्माभिः तत्र चर्चितम्. आम्, तर्हि एतत् सर्वं दृष्ट्वा अस्माकं मनसि एकः प्रश्नः तु भवति खलु, कीदृशप्रश्नः? हा, तत्र तु गित् किमर्थं नास्ति अत्र? गित् किमर्थं गित् किमर्थं नास्ति इति प्रश्नः. किमर्थं तादृशप्रश्नः? तत्र कित् इत्यस्य उपयोगः नास्ति इति मम चिन्तनं वा? गित् अपि तत्र किञ्चित् अपि पठितवती. तत्र गित् इत्यस्मिन् एकः एव प्रत्ययः अस्ति, गित् अस्ति. तत्र ग्नु तत् पठामः. परन्तु अत्र किमर्थं न उक्तम् इति तत्र तत् किमर्थम् इति अग्रे परिशिष्टे पठामः. परन्तु तत्र गित् इत्यस्य चिन्तनं किमर्थम् इति प्रश्नः. तत्र तस्य प्रामुख्यं नास्ति वा इति? यतोहि किञ्चित् एव तस्य कार्यं भवति वा इति मम चिन्तनं. इत्युक्ते अत्र कित् नित् इत्यस्य चिन्तनं किमर्थम्? कित् नित् इत्युक्ते तत्र यद् यद् प्रत्ययककारः अस्ति नो चेत् ञकारः अस्ति, तत्र द्वयोः आवश्यकः भवति किल भगिनि? तत्र किमर्थं सूत्राणि सन्ति किल, अचोयणति अपि च तत्र न कित् नित् कित् नित् इति किमर्थं तत्र तादृशविभागः किमर्थम् अस्ति? तत्र यदि कित् अस्ति तत्र अन्यः कार्यं भवितुम् अर्हति, यदि नित् अस्ति अन्यः कार्यः भवितुम् अर्हति. कीदृशकार्यं? कित् इत्युक्ते निति च इत्यनेन गुणकार्यनिषेधः भवति. नित् अपि अस्ति चेत् निद्वद् भवति, तदपि निति च इति सूत्रस्य कार्यं गुणनिषेधः भवति भगिनि. हा, तत्र निति च इति सूत्रमस्ति खलु चित्रस्य अधोभागे, तत् पठतु एकवारं. हा, पठामि. धातोः प्रत्ययः तदेव भगिनि, कित् आर्धधातुकप्रत्ययः किल. आर्धधातुकप्रत्ययेषु त्रिविधाः सन्ति. तत्र चित्रस्य अधोगे तत्र क्नीति च इति सूत्रमस्ति खलु, तत्र सूत्राणि सन्ति खलु, अचोयनिति अथ उपादायाः. अस्तु, तत्र अन्तिमं सूत्रं कित् निति च किल. यः प्रत्ययः कित् कित् अथवा नित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य एकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः गुणः वृद्धिः न भवति. अस्तु, अत्र तु यत् यदि प्रत्ययः कित् अस्ति अपि च गित् अस्ति अपि च नित् अस्ति, एते त्रयः वर्णाः प्रत्ययेषु भवन्ति चेत् तत्र क्निति च सूत्रस्य कार्यं भवति, तत्र गुणः बाधितुं भवति, गुणः अपि च वृद्धिः अपि न भवति इति एतत् सूत्रं वदति. हा, अतः एव तत्र प्रश्नः उदेति खलु. अस्माकं चित्रे तु सर्वत्र कित् नित् इति एव उक्तं, गित् इत्यस्य का गतिः? किमर्थं गित् इति गित् इत्यस्य चिन्तनमेव न जातम् इति प्रश्नः भगिनि वदतु. तत्र उदाहरणम् अधिकं उदाहरणानि अधिकानि न सन्ति. तत्तु परिशिष्टे पठामः. षड् एव प्रत्ययाः सन्ति यत्र गित् अस्ति, अतः किन्तु कित् नित् अधिकं भवति. समीचीनं. कित् नित् इति इत्युक्ते अत्र प्रथमम् अस्माकं मनसि प्रश्नः उदेति. निति च इति सूत्रे कित् गित् नित् इति उक्तम्. तर्हि अस्माकं चित्रेषु समग्रचिन्तने, समग्रचिन्तनम् इति वदामः चेत् तत्र गित् इत्यस्य अपि चिन्तनं स्यात् खलु. किमर्थं गित् इत्यस्य चिन्तनं नास्ति इति प्रश्नः उदेति. तस्य उत्तरं किम् इति परिशिष्टे पठामः. सर्वैः बुद्धं वा प्रश्नः कः इति? उषा भगिनी, प्रश्नः कः? चित्रे कित् नित् इति प्रत्ययः अस्ति चेत् नास्ति उक्तं. सूत्रे किङिति च इति सूत्रस्य विवरणे कित् गित् ङित् इति त्रयाणां प्रत्ययः सन्ति. कित् ङित् इति एव चित्रे अस्ति. किङिति च इति सूत्रे वयं पठामः लाट् आफ् प्रत्ययास् वित् कित् ङित् नाट् वित् गित्. समाधानमस्ति इति समाधानमस्ति. अतः एव गित् नास्ति इति तत्र पठामः परिशिष्टे. परन्तु प्रश्नः तु तदेव अस्ति, चित्रे गित् किमर्थं नास्ति इति सरलः प्रश्नः. समग्रचिन्तनम् इति वदामः अत्र. समग्रचिन्तनम् इत्युक्ते अष्टाध्याय्यां समग्रदृष्टिः इति अस्ति तत्र शीर्षकं. तर्हि समग्रदृष्टिः इति चेत् गित् इत्यस्य अपि चिन्तनं स्यात् खलु. किमर्थं गित् नास्ति इति प्रश्नः. इदानीम् उत्तरं पठामः. वंशी भगिनी पठतु इदानीं. तत्र सूत्रे अपि ककारद्वयम् अस्ति भगिनी. तत्र प्रथमं तु ककारः अस्ति, खरीचैत्यनेन तत्र ककारः भवति. तदनन्तरं कित् अस्ति, तदनन्तरं नित् अस्ति. अतः निति च इति ककारः द्वयम् अस्ति. तत्र गित् अपि अस्ति इत्यस्ति. सत्यं सत्यं, बहु समीचीनं. तथैव परिशिष्टम् उपर्युक्तं यत् अर्धधातुकप्रत्ययाः त्रिविधाः कित् नित् नित् यित् नित् कित् नित् यित् नित् भिन्नः. एतावता अस्माभिः दृष्टं यत् तुदादिगणे इकः गुणः न भवति. तत्र एकं सूत्रम् उक्तम् आसीत् निति च. अत्र अस्य सूत्रस्य अर्थः स्थापितः. एकवारं पुनः पठामि वा नो चेत्? अस्तु. निति च यः प्रत्ययः कित् गित् कित् अथवा नित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः गुणः वृद्धिः न भवति. अस्मिन् सूत्रे च कित् नित् इत्युक्तं, किन्तु न केवलं कित् नित् अपि तु गित् इत्यपि उक्तं. तर्हि अत्र एकः प्रश्नः उदयति. अत्र उपरितने पाठे अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः, समग्रदृष्टिः इत्युक्तम् अस्तु. समग्रदृष्टिः इति चेत् कित् प्रत्ययस्य का गतिः? प्रक्रियाचिन्तने अस्य किं स्थानं? किमर्थं न उक्तं? क्षम्यताम्. अस्तु, अग्रे पठामि वा भगिनि? अस्तु. इदानीमेव अस्माभिः दृष्टं तत्र अर्धधातुकप्रत्ययाः त्रिविधाः सन्ति. कित् नित् एकः समूहः, यित् नित् एकः समूहः, कित् नित् यित् नित् समूहत्रयं भवति. यत्र कित् अपि च नित् भवति तत्र गुणः नो चेत् वृद्धिः निषेधः भवति निति च इति सूत्रेण. यत्र इत् अपि च नित् अस्ति तत्र वृद्धिः भवति. अत उपादायाः अपि च क्षम्यताम्, अचोयणति अत् उपादायाः इति सूत्रद्वयेन तत्र वृद्धिः भवति. तदनन्तरं कित् नित् इत् अपि च नित् इति यदि चत्वारः भिन्नः अस्ति तत्र प्रत्ययः पित् अपि भवितुम् अर्हति, अपि च अपित् अपि भवितुम् अर्हति इति तत्र इत्यस्मिन् अपित् अपि भवितुम् अर्हति इति नास्ति खलु. पित् एव भवितुम् अर्हति किल भगिनी? तत्र पित् एव भवति. कित् नित् इत् नित् भिन्नः इत्युक्ते तत्र गुणः भवितुम् अर्हति. अस्तु, अस्तु. सार्वधातुकप्रत्ययः अस्ति चेत् पित् एव भवति. आर्धधातुकप्रत्ययः अस्ति चेत् यः कोऽपि प्रत्ययः कित् नित् इत् नित् भिन्नः भिन्नः तस्य गुणः सत्यं सत्यम् अस्तु तर्हि यद्यपि तत्र सा अस्माकं शीर्षिका अस्ति अष्टाध्यायं प्रत्ययप्रक्रिया च समग्रदृष्टिः तत्र समग्रदृष्टिः इत्युक्ते सर्वेषां प्रत्ययानाम् अपि च सर्वेषां किं किं सर्वेषां प्रत्ययानां विवरणं भवितुम् अर्हति परन्तु किमर्थम् अस्मिन् करपत्रे गित् इत्यस्य प्रत्ययः गित् प्रत्ययस्य चर्चा एव न जाता इति अस्मिन् अस्य अधुना प्रश्नः अस्ति तत्र किमर्थं गित् प्रत्ययस्य चर्चा एव न अभवत् इतः पर्यन्तं तत्र उत्तरम् अग्रे अस्ति किमर्थं तत्र चर्चा न अभवत् इत्यस्मिन् विषये अग्रे विवरणम् अस्ति तत् बहु समीचीनं महोदय बहु समीचीनं भगिनि सम्यक् अस्तु तर्हि तत्र एतावत् सर्वैः बुद्धं खलु प्रश्नः कः इति प्रश्नः तु सरलः अस्ति तत्र समग्रदृष्टिः इति वदामः चेत् एतावता यादृशचिन्तनम् अस्माभिः कृतं तत्र गित् इत्यस्य चर्चा एव न जाता तर्हि किमर्थम् इति प्रश्नः तस्य उत्तरमस्ति अग्रे रमा भगिनी पठतु अस्ति वा अस्तु तर्हि क्षम्यताम् उत्तरमस्ति यत् सम्पूर्णसंस्कृतभाषायां यानि प्रमुखकार्याणि सन्ति तेषां सर्वेषां साधनार्थम् उपरि यत् प्रदर्शितं तावदेव आवश्यकम् लित् नाम्ना कश्चन प्रत्ययः अस्ति स च एकः एव सम्पूर्णसंस्कृतभाषायाम् एक एव प्रत्ययः गित् ज्ञु तस्य कृते च एकमेव सूत्रम् अपि च अनेन स्नु प्रत्ययेन केवलम् एकः शब्दः निष्पन्नः यस्य साधनार्थं स्नु प्रत्ययस्य गित्वम् आवश्यकम् तदपि किञ्चित् विवादास्पदं नाम अन्येन उपायेन इत्संज्ञकग्रकारं विनापि साधयितुं शक्यते अतः आहत्य अस्माकं यः उपरितनं मूलविषयः अस्ति तस्मिन् गित् प्रत्ययस्य किमपि स्थानं नास्ति लिखितमस्ति गित् प्रत्यय एकः एव अस्ति पूर्ण सम्पूर्णसंस्कृतभाषायां ये एक प्रत्ययः अस्ति इति कारणात् एकः सूत्रमपि अस्ति केवलम् एकः शब्दः एव निष्पन्नः अतः द्वित्वम् आवश्यकं परन्तु लिखितमस्ति किञ्चित् विवादानन्तरम् अन्य उपायेन इत्संज्ञककारं विना अपि साधयितुं शक्यते अहं न जानामि कथम् इति परन्तु लिखितम् अस्ति अतः आहत्य अस्माकम् उपरितनमूलविषयः पर्याप्तम् अस्ति समीचीनं सम्यक् इत्युक्ते अत्र किम् अस्ति इति चेत् प्रश्नः अस्ति किमर्थं गित् इति प्रत्ययः अस्माकं चित्रे न उक्तम् इति न उक्तः इति एव प्रश्नः अस्ति इदानीं तस्य उत्तरं किम् इति चेत् अत्र सम्पूर्णसंस्कृतभाषायां यत्र यत्र कार्याणि भवन्ति तत्र वयं कित् प्रत्ययः नित् प्रत्ययः इव सर्वत्र पश्यामः तत्र गित् प्रत्ययस्य चिन्तनं केवलं गित् इति प्रत्ययस्य चिन्तनं केवलं स्नु इति प्रत्ययस्य विषये एव भवति तदपि केवलम् एकस्य शब्दस्य निष्पादनार्थं स्नु इति प्रत्ययस्य गित्वस्य आवश्यकता अस्ति अत्र स्नु इति प्रत्ययेन केचन शब्दाः सन्ति अत्र वस्तुतः ग्लाजि स्ताबु चत्वारः शब्दाः सन्ति तेषां निष्पादनार्थं तत्र स्नु इति प्रत्ययस्य प्रयोगः अस्ति चत्वारः शब्दाः सन्ति तेषां साधनार्थं स्नु इति प्रत्ययस्य प्रयोगः अस्ति, परन्तु तेषु तत्र गित्वं प्रत्ययस्य गित्वस्य आवश्यकता केवलम् एकस्य शब्दस्य कृते अस्ति, स्था इति शब्दस्य कृते एव गित्वस्य आवश्यकता अस्ति। अतः सम्पूर्णसंस्कृतभाषायां केवलम् एकस्य शब्दस्य निष्पादनार्थं गित्वम् आवश्यकम् अस्ति। तत्रापि तत्र अन्य उपायः अपि अस्ति इति काशिककारः वदति, अग्रे पश्यामः अन्य उपायः कथम् इति अग्रे पश्यामः। तत्रापि गित्वस्य आवश्यकता नास्ति, तत्र प्रत्ययः क्स्नु ककारः आदौ अस्ति चेदपि पर्याप्तम् इति काशिककारः वदति। तत्र अन्य उपायः अस्ति, अतः सम्पूर्णसंस्कृतभाषायां गित्वस्य आवश्यकता नास्ति इति वयं चिन्तयितुं शक्नुमः। परन्तु एतावता किं ज्ञातम् इति चेत्, एकः एव शब्दः अस्ति यस्य कृते गित्वस्य आवश्यकता अस्ति, अतः एव समग्रदृष्टिः इति यद् अस्माभिः पूर्वं चर्चितं तत्र गित्वस्य उल्लेखः नास्ति। अस्तु, समीचीनम्। इदानीम् अग्रे लक्ष्मी भगिनी पठतु। जयलक्ष्मी। आं भगिनि, पठामि। अत्र जिज्ञासूनां कृते गित् प्रत्ययस्य कार्यम् उपस्थास्यते, परन्तु अस्य बोधः नितराम् अनावश्यकः अस्माकम् उपर्युक्तप्रक्रियायाः समग्रदृष्ट्यर्थम् इति उक्तं, समग्रदृष्ट्यर्थं पूर्ण अर्थस्य आवश्यकता नास्ति, यतोहि अत्र भित् इत्यस्य चिन्तनं किञ्चिदेव स्थले अस्ति इति कृत्वा समग्रदृष्ट्यामपि एतस्य प्रत्ययस्य कार्यं त्यक्तुं शक्यते इति वदन् अस्ति इति चिन्तयामि भगिनि। सत्यं सत्यम्, अग्रे पठतु। एकं सूत्रम् अस्ति, ग्लाजिस्थश्च कस्नु, अत्र मूलप्रत्ययः अस्ति गस्नु, तदा घै च इत्यनेन चर्त्वं कृत्वा क्स्नु भवति ककारः आदौ, अनेन ग्ला जि स्था भू इत्येभ्यः चतुर्भ्यः धातुभ्यः घ्स्नु प्रत्ययः विधीयते। ग्लायोगघ्स्नु ग्ला योग स्नु ग्लास्नु ग्लास्नु पठतु भगिनि इदानीं। पठन्ती अस्मि भगिनि। पठतु, न श्रुतं, तत्र मध्ये तत्र एको आगच्छति। वासुदेव महोदय, कृपया म्यूट् करोतु। अस्तु, क्षम्यताम्। अत्र मूलप्रत्ययः अस्ति घ्स्नु, तदा घरीच इत्यनेन चर्त्वं कृत्वा घ्स्नु ककारः आदौ भवति, अनेन ग्ला जि स्था भू इत्येभ्यः चतुर्भ्यः धातुभ्यः घ्स्नु प्रत्ययः विधीयते। ग्लायोग घ्स्नु ग्लायोग स्नु ग्लास्नु प्रथमविभक्तौ एकवचने ग्लास्नुः, एवमेव जियोगस्नु जिष्णुः, स्थायोगस्नु स्थास्नुः, भूयोगस्नु भूष्णुः। येषु चतुर्षु जीधातौ च भूधातौ च गुणनिषेधः आवश्यकः। ग्लाधातौ च तावत् वदतु किम् अस्ति। आम्, अत्र एकसूत्रस्य परिचयं कृतमस्ति, ग्लाजिस्थश्च कस्नुः इति सूत्रम्। अत्र चत्वारि सूत्राणि सन्ति, ग्ला जि स्था भू। एतेभ्यः धातुभ्यः प्रत्ययः गस्नु प्रत्ययः विधीयते चेत् तत्र रूपाणि एतादृशं भवति, ग्लास्नु जिष्णु स्थास्नुः भूष्णुः इति। तत्र च घ्स्नु इत्यस्य खरीच चर्त्वं भूत्वा गकारस्य स्थाने ककारः आगच्छति सूत्रे, किन्तु प्रत्ययः तु घ्स्नु गकारः एव गित् एव इत् अस्ति। अत्र किं वदन् अस्ति इति चेत्, चतुर्षु धातुषु जि अनन्तरं भूधातुः एव गुणनिषेधः आवश्यकः इति चेत्, तत्र एव इगन्धधातुः अस्ति, भू जि एते इगन्तधातुः अस्ति, अत्र गुणनिषेधकः आवश्यकः इति उक्तं, न चेत् जे इति रूपं भवेत्, तस्य निषेध अवरोधनार्थम् अत्र गुणनिषेधकस्य आवश्यकता अस्ति इति उक्तम्. अत्र प्रत्ययः कः? गस्नु, गस्नु, गस्नु. हा, तत् कीदृशप्रत्ययः? गकारः इत् इत् अस्ति, गकारः आदौ अस्ति, गकारः इत् संज्ञा अस्ति, गित् अस्ति. हा, पुनः पुनः कीदृशप्रत्ययः? धातुतः विद्यमानः प्रत्ययः अस्ति, तृतीयाध्याये अस्ति. आम्, तृतीयाध्याये अस्ति, आर्धधातुकप्रत्ययः अस्ति, कृत्प्रत्ययः अस्ति, कृत्प्रत्ययः अस्ति, आर्धधातुकप्रत्ययः, कृत् प्रत्ययः अस्ति, गित् अस्ति इति तस्य परिचयः अस्ति. क्स्नु इति प्रत्ययस्य परिचयः कः इति चेत्, क्स्नु इति प्रत्ययः कित् अस्ति, आर्धधातुकप्रत्ययः अस्ति, अपि च कृत् प्रत्ययः अपि अस्ति. तर्हि क्स्नु इति प्रत्ययस्य योजनेन किं लभ्यते? रूपाणि, रूपाणि ग्लास्नु. न न न, तत्र तत्र तत्र च चत्वारः धातवः सन्ति, तेभ्यः क्स्नु इति प्रत्ययस्य योजनेन किं लभ्यते? प्रातिपदिकम्. हा, कृत् प्रत्ययः अस्ति इति कृत्वा प्रातिपदिकं लभ्यते. अतः अत्र अस्मिन् सूत्रे ग्लाजिस्तश्च क्स्नुः इति सूत्रे ग्ला इति धातुः, वस्तुतः ग्लै, ग्लै इति धातुः, जि इति धातुः, स्ता इति धातुः. भू इति नास्ति, तत्र अनुवृत्तिरूपेण आगच्छति. पूर्वस्मात् सूत्र, पूर्वम् एकं सूत्रमस्ति भुवश्च इति, तस्मात् सूत्रात् भू इत्यस्य अनुवृत्तिः अत्र आगच्छति, अतः भू इत्यस्यापि अत्र ग्रहणम् अस्ति. अस्तु, तर्हि ग्लै इति धातोः तत्र आत्वं कथं भवति? आदेश उपदेशे अशिति. हा, ग्लै इति धातुः अत्र किमर्थम् आदेश उपदेशे शिति इत्यस्य कार्यम्? एजन्तधातुः इति कृत्वा. हा, सम्यक्. ग्लै इति धातुः एजन्तधातुः, तस्य आत्वं भवति अर्धधातुकप्रक्रियायाम्. अत्र क्स्नु इति प्रत्ययः अर्धधातुकः, अतः ग्लै इत्यस्य स्थाने अन्तिम एक ऐकारस्य स्थाने आत्वम्, अतः ग्ला, ग्ला इति अस्ति. अनन्तरं जि इति धातुः, स्ता इति धातुः, भू इति धातुः. इदानीं जि योगः क्स्नु, तत्र वस्तुतः ककारः दृश्यते, करीचैतनेन ककारः दृश्यते, परन्तु मूलप्रत्ययः तु, मूलप्रत्ययः तु गकारः अस्ति, अतः प्रत्ययः गित् अस्ति. केन सूत्रेण संज्ञा? गकारस्य लशक्वतथिते गकारस्य इत्संज्ञा. अस्तु, इदानीं जि योगः स्नु इत्यत्र, जि योगः स्नु इत्यत्र अत्र किमस्ति? प्रत्ययः गित् अस्ति, तर्हि तत्र किं भवति? जि योग तत्र आर्थधातुकम् इति कृत्वा गुणः भवेत्, किन्तु अत्र न अभवत्. ङिति च इति सूत्रेण कित् अस्ति इति कृत्वा गुणनिषेधकः अस्ति, यत्र गुणः न चेत् वृद्धिः भवति स्म, तत्र गुणनिषेधकः, वृद्धिनिषेधकः भवति इति च इति सूत्रेण. हा, जि योगः स्नु इत्यत्र, स्नु इति प्रत्ययः अर्धधातुकः, अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवितुम् अर्हति, जे इति भवितुम् अर्हति, परन्तु स्नु इति प्रत्ययः गित् अस्ति इति कृत्वा तत्र गुणनिषेधः अस्ति. एवमेव भू इति धातुः अस्ति, भूयोगः स्नु, तत्र भू, तत्र च उकारस्य ओकारः भवति स्म सार्वधातुक अर्धधातुकयोः इत्यनेन, किन्तु पुनः कित् अस्ति इति कृत्वा गुणनिषेधः अभवत्. सत्यं. तर्हि जी योगः स्नु तत्र षत्वं भवति आदेशप्रत्ययोः इति सूत्रेण षत्वमपि भवति, अतः जिष्णुः इति रूपं. भूयोगः स्नु तत्रापि षत्वं भवति भूष्णुः इति, उभयत्र गुणनिषेधः दृश्यते. गित् इत्यस्य प्रयोजनं तत्र दृष्टं. तादृश तत्र गित्वं नास्ति चेत् कित् अस्ति चेदपि समानकार्यं भवति खलु. कित् अस्ति चेदपि समानं सत्यं. हा, अतः तत्र गित्वस्य आवश्यकता नास्ति. जिष्णु इति रूपं साधयितुम् अपि च भूष्णु इति रूपं साधयितुं गित्वस्य आवश्यकता नास्ति. कित् अस्ति चेदपि प्रत्ययः तत्र कार्यं समानकार्यं लभ्यते खलु. अस्तु, इदानीं तत्र जी धातुः कथं भवति, भूधातुः कथं भवति इति अस्माभिः चर्चितम्. इदानीं तत्र अन्यः धातुः कः, तत्र ग्ला इति धातुः अस्ति, स्था इति धातुः अस्ति. अग्रे तत्र सुमन् भगिनी पठतु. श्रूयते किं भगिनि? हा श्रूयते. ग्ला धातौ, क्षम्यता, ग्ला धातौ च स्था धातौ च ततः आरभ्य पठतु. एषु चतुर्षु जी धातौ च भू धातौ च गुणनिषेधः आवश्यकः. इदानीं ततः अग्रे पठतु. क्षम्यतां भगिनी, प्रायः न प्राप्तं वा? अस्तु, विजयलक्ष्मी भगिनी पठतु. पठामि. ग्ला धातौ च स्था धातौ च किमपि कार्यं नावश्यकं, केवलं वर्णमेलनम्. अतः चिन्तयितुं शक्नुमः यत् अत्र प्रत्ययः स्नु इत्येव भवति चेत् निति च इति सूत्रद्वारा गुणनिषेधः सेत्स्यति. अतः किमर्थं न स्नु इत्येव भवतु? स्नु इत्यस्य का आवश्यकता? स्नु प्रत्ययं त्यजाम, स्नु इत्येव भवतु, अस्मिन् सारल्यम् अस्ति. गित् इति संस्कृतभाषायां मास्तु. तावत् वदतु. अत्र गुणनिषेधकस्य आवश्यकता चतुर्षु धातुषु केवलं जिष्णु अनन्तरं भूधातोः कृते एव भवति. ग्ला अनन्तरं स्था, अत्र तु आकारान्तधातु अस्ति इति कृत्वा अत्र गुणस्य प्राप्तिरेव नास्ति. निषेधकस्य कोऽपि कार्यं नास्ति. अत्र नीति च इति सूत्रेण एव कार्यं भवितुमर्हति. तर्हि गकारस्य का आवश्यकता इति प्रश्नः उदेति. ककारं योजयित्वा एव गुणस्य निषेधः कर्तुं शक्यते खलु. तत्र तदेव घ्नुप्रत्ययं त्यजाम इति अत्र लिखितमस्ति, परन्तु किमपि कारणम् अस्ति, तत्कारणं तत् योजितमस्ति. तदेव अग्रे भवत् कारणं किम् इति. अस्तु अस्तु, समीचीनं भगिनि, बहु समीचीनम्. एकक्षणम् इदानीं पश्यामः, सर्वैः बुद्धं वा न वा इति पश्यामः. अत्र उमा भगिनि किम् अवगतम्? अत्र श्नु श्नु इति प्रत्यये गकारः अस्ति, अपि चेत् अत्र चित्रे तस्य विवरणं न अस्ति किञ्चित् इति प्रश्नः. सो उत्तरमिति स्नु इति प्रत्ययः जस्ट् लैक् किम् इति तत् लक्ष शक्वत् अपि ते इति सूत्रेण एव गकारः अपि इत् संज्ञा भवति अण्ड् देन् तस्य लोपः अपि भवति. सो स्नु एव धातोः सहितं योजयति. सो तस्मात् तस्य आवश्यकता नास्ति इति उक्तम्. तस्य आवश्यकता नास्ति गकारस्य इन्क्लूषन् न आवश्यकता. कुत्र इन्क्लूषन् आवश्यकम्? That king iti, it is said one, that sutre king iti asti, tadeva atra karyam kartum shakyate, asmat the chitre, the snu api, gakarasya vivaranam na dattam. Sampurna mitopi kinchit vaktavyam. Atra kimartam kniti cha iti sutre gitvasya avashakata nasti. इति उत्तरं किमस्ति? किमर्थं क्निति च इति सूत्रे गित्वस्य आवश्यकता नास्ति? श्नु धातु गकारः पूर्वः गकारः अस्ति. गकारः इत्संज्ञा भवति. इत्संज्ञा किं सूत्रेण लोपः भवति? इत्संज्ञा भवति तस्य लोपः भवति इति चिन्तयति चेत् लशक्वतद्विते सूत्रेण एव लोपः भवति. सो दत् कार्यं गकारस्य कार्यं गकारस्य लोप गकारलोपस्य कार्यं लशक्वतद्विते सूत्रेण एव. तत् त्यजतु भगिनि, तत्र लशक्वतद्विते इति कार्यं भवति इति जानीमः, तत्र क्लेशः नास्ति. ककारस्य यत्संज्ञा भवति लशक्व तदिते तस्य लोपः इत्यनेन लोपः भवति, तत्सर्वं त्यजतु, तत्र किमपि वैशिष्ट्यं नास्ति. अत्र अत्र गित्वस्य चिन्तनमेव मास्तु संस्कृतभाषायाम् इति किमर्थं वदामः? ग्ला जी स्था भू इति चत्वारः एव गकारस्य प्रत्ययः योजयति. तस्मात् भू सम्पूर्णसंस्कृते ओन्लि दीस् फोर् धातुस् एव ग्ला स्नु आवश्यकता अस्ति. तस्मात् सेपरेट् सूत्रं नास्ति. हा, स्नु इत्यस्य आवश्यकता अस्ति. अस्तु, तत्र स्नु इति तत्र सूत्रे ककारस्य स्थाने ककारः एव स्थापयामः चेत् कः क्लेशः? कित् भवेत् तत्र स्नु इत्यत्र कित् एव स्यात्, मूले ककारः एव स्यात्, तत्र कः क्लेशः इति प्रश्नः खलु. तस्य उत्तरं न दत्तम्. ओके ओके. अरविन्द् महोदय किञ्चित् साहाय्यं करोतु. अस्तु भगिनि, अनुबन्धलोपानन्तरं ककार वा गकार वा स्नु एव अवशिष्यति. एवम् इत् रूपेण ककारस्य एवं गकारस्य कार्यक्षेत्रम् और् अथवा कार्यं समानं भवति गुणवृद्धिनिषेधः. तत् समये किं ककार एवं गकार पृथक् पृथक् करणीयम् इति चिन्तयिते सति कार्यक्षेत्रं समानम्, अनुबन्धलोपानन्तरं रूपं समानम्, एवं वर्णमेलनेन कार्यं कर्तुं शक्यते चेत् किं ककारस्य गिकारस्य पृथक्तया पाणिनिना दत्तम् इति प्रश्नः अस्ति. तत्र ककारस्य तत्र गकारस्य आवश्यकता नास्ति इति वयम् इदानीमेव चर्चितवन्तः. किमर्थम् आवश्यकता नास्ति इति मम प्रश्नः. द्वयोः कार्यं समानमेव, ककारस्य एवं गकारस्य द्वयोः कार्यं गुणविधिनिषेधः. एवं तत् पृथक्तया किमपि कार्यं न पृथक् भवति. कयोः धातोः कृते तत्र केषां धातूनां कृते तत्र कित्वस्य अथवा गित्वस्य आवश्यकता अस्ति अत्र? अत्र द्वौ धातोः कृते एव अस्य प्रसक्तिः अस्ति. स्था एव ग्ला दीर्घ आकारधातो द्वौ अस्ति, तेषां कृते एव अस्य प्रसक्तिः अस्ति. ग्ला इति अत्र कथम् अस्ति गित् प्रत्ययस्य प्रयोगः? ग्ला यदि गुणनिषेधः न गुणिवृद्धिनिषेधः न भवति चेत् तस्य अर्तिहिरिवलि इति पुगागमस्य आगमनं भवितुमर्हति. हा, पुगागमं सर्वं त्यजतु त्यजतु. इदानीं ग्लायोगः स्नु इति अस्ति, तत्र कित्वस्य अथवा कित्वस्य किमपि प्राधान्यम् अस्ति वा? द्वयोः समानमेव, पृथक्तया समान कोऽपि न, अत्र प्रयोजनम् अस्ति वा इति मम प्रश्नः. ग्लायोगः स्नु, अत्र स्नु इति प्रत्यये गित्वम् अस्ति इति चिन्तयतु, तादृशगित्वस्य प्रयोजनम् अस्ति वा ग्ला धातोः कृते? नास्ति. हा, किमर्थं नास्ति? अत्र इक्वर्णः नास्ति खलु, तत्र गुणस्य प्रसक्ति एव नास्ति. कित् अथवा गित् इत्यस्य कार्यं किं? गुणनिषेधः अथवा वृद्धिनिषेधः. ग्ला इति धातोः कृते तत्र गित्वस्य आवश्यकता नास्ति, कित्वस्य अपि आवश्यकता नास्ति इति दृश्यते. स्था धातोः कृते अपि कित्वस्य अपि आवश्यकता नास्ति, गित्वस्य अपि आवश्यकता नास्ति, यतोहि स्था इति धातौ इक् वर्णः एव नास्ति. स्पष्टं खलु? किन्तु अर्थि श्रीग्लि इति पुगागमस्य पुगागमः कुत्र भवति? पुगागमः दीर्घ आकारम् अस्ति कृत्वा आतां ग्लौ पुग्नौ इति कारणेन पुगागमस्य नौ परे खलु, यदि गुणवृद्धि न निषेधं कृत्वा तत्र तु पुगागमस्य तु अर्हता अस्ति. न न न, पुगागमः कदा भवति? नकारस्य अस्ति इत कृष्णु निचिपरे भवति खलु, निचिपरे भवति नौ परे भवति, अत्र नास्ति. अर्थे ह्रीव्लि इत्यस्य प्रसक्तिः एव नास्ति, प्रसक्तिः नास्ति भगिनि. कित् गित् स्थाने कित् स्थापयामः चेत् तत्र कित् इति आगमः अपि सूचयति खलु? इति सर्वत्र आगमः इत्येव इति नास्ति, करी च सूत्रेण सर्वत्र आगमः इत्येव नास्ति, सर्वत्र आगमः इत्येव नास्ति. तत्र सन्दर्भं दृष्ट्वा यत्र यत्र कित्वं तत्र तत्र आगमः इति नास्ति, अत्र प्रत्ययस्य विषयः अस्ति खलु. अस्तु, इदानीम् अत्र पश्यन्तु, सर्वे पश्यन्तु, इदानीं तत्र चत्वारः धातवः सन्ति, आकारान्तधातुद्वयम् अस्ति, ग्ला अपि च स्था. ग्लायोगः स्नु इत्यत्र तत्र स्नु इति प्रत्यये गकारः अस्ति वा ककारः अस्ति वा इत्यस्य न कोऽपि भेदः अस्ति. ग्लायोगः स्नु, यतोहि तत्र गुणवृद्धिनिषेधस्य आवश्यकता नास्ति. ग्ला इति धातुः आकारान्तधातुः, इक् वर्णः एव नास्ति तत्र, अतः कित्वस्य अथवा गित्वस्य चिन्तनं मास्तु इति वयं वक्तुं शक्नुमः. एतावता यद् ज्ञातं तदाधारीकृत्य ग्ला इत्यत्र स्नु इति प्रत्यये ककारः भवतु गकारः भवतु तस्य प्रयोजनं नास्ति, यतोहि गुणवृद्धिनिषेधः नास्ति. एवमेव ग्ला इत्यत्रापि तथैव, ग्ला वा भवतु स्था वा भवतु उभयत्र समानम्. स्नु इति प्रत्यये ककारः अपि मास्तु गकारः अपि मास्तु इति वक्तुं शक्नुमः, यतोहि कित्वस्य गित्वस्य प्रयोजनं नास्ति. अस्तु, इदानीं जी धातुः अपि च भू धातुः, महोदय अत्र वदतु, कित्वस्य गित्वस्य प्रयोजनम् अस्ति वा? तत्र तु इकन्तधातु अस्ति कृत्वा गुणः भवितुम् अर्हति, यदि इति सूत्रेण निषिद्धं न कृतम् अस्ति चेत्. हा, अतः जी धातुः अपि च भू धातुः, समीचीनं, जी धातुः अपि च भू धातुः तत्र तु इगन्तम् अङ्गम् अस्ति, अतः तत्र गुणः सम्भवति. स्नु इति प्रत्ययः अर्धधातुकप्रत्ययः इति कृत्वा गुणः सम्भवति, परन्तु अत्र स्नु इति प्रत्ययः कित् अस्ति इति चिन्तयामः चेत् गुणनिषेधः भवति. गित् अस्ति चेदपि गुणनिषेधः भवति. तर्हि अत्र केवलं जी धातुः भूधातुः अनयोः कृते एव गित्वस्य आवश्यकता अस्ति वा इति प्रश्नः. मास्तु, तत्र गित्वं मास्तु, कित् एव स्थापयामः. यतोहि कित् इति प्रत्ययः बहुत्र अस्ति, तप्रत्ययः अस्ति, तवतु प्रत्ययः अस्ति, त्वाप्रत्ययः अस्ति, तत्र सर्वत्र कित्वम् अस्ति. अतः अत्रापि कित्वमेव भवतु. कित्वम् इति वदामः चेत् अपि गुणवृद्धिनिषेधः भवति. अतः सम्पूर्णसंस्कृतभाषायां गित्वस्य आवश्यकता एव नास्ति इति वयं वक्तुं शक्नुमः. एतावत् बुद्धं वा? उमा भगिनी, बुद्धं खलु? अस्तु, तर्हि एतावता किम् अस्ति चेत् जी धातुः भूधातुः अनयोः कृते एव गुणनिषेधस्य आवश्यकता अस्ति. तादृशगुणनिषेधः कित्वं सूत्रे ककारः एव अस्ति इति चेदपि तत् वयं साधयितुं शक्नुमः. अतः गित्वम् इत्यस्य उल्लेखः एव मास्तु. ग्लाजिस्तश्च स्नुः इति सूत्रे तत्र मूले ककारः मास्तु, ककारः एव भवतु इति वदामः चेत् न कोऽपि क्लेशः इति वयम् एतावता ज्ञातवन्तः. परन्तु तस्य अन्यत् किमपि कारणमस्ति येन गकारस्य आवश्यकता अस्ति. इदानीम् अग्रे सुमन् भगिनी पठति वा? आम्, पठामि. एकः प्रश्नः, अर्थः प्रातिपदिकस्य अर्थः यदि वयं क हलन्त ग हलन्त स्थाने परिवर्तनं कुर्मः तर्हि अर्थः समानं न भवति. यथा ग्लास्नुः अर्थः अस्ति ग्लानि करने वाला, परन्तु क्लास्नुः अर्थः समानं न भवति. परन्तु ककारस्य इत्संज्ञा भवति खलु, ककार ककारस्य इत्संज्ञा भवति, अतः किमर्थम् अर्थः समानं न भवति? धातोः विषये नास्ति चिन्तनं, प्रत्ययस्य विषये चिन्तनमस्ति. स्नु इति प्रत्ययस्य विषये चिन्तनं. स्नु इति प्रत्यये ककारः आदौ भवतु वा नो चेत् गकारः भवतु वा इति प्रश्नः. इदानीं वयं वदामः गकारः मास्तु, ककारः पर्याप्तम् इति वदामः. प्रत्ययस्य विषये चिन्तनम्. धन्यवादः. खलु, धातोः विषये नास्ति, प्रत्ययस्य विषये. अस्तु, सुमन् भगिनी. भगिनी एकनिमिषं, तत्र सकारस्य स्थाने षत्वं कथं भवति, केन सूत्रेण भवति भगिनि? उच्चैः वदतु. सकारस्य स्नु इत्यस्मिन् सकारस्य षकारः कथं भवति, मूर्धन्यषकारः केन सूत्रेण भवति? आदेशप्रत्ययोः इति सूत्रेण षत्वं भवति, यतोहि भू इत्यत्र इण् वर्णः अस्ति. इन्कोः इन्कोः इति सूत्रमस्ति. इन्कोः इति इण् वर्णः अथवा कवर्ग्यवर्णः अस्ति चेत् प्रत्ययस्य सकारस्य षत्वं भवति भूष्णुः इति. अस्तु भगिनी पठतु. किन्तु अत्र समस्या अस्ति यत् एकं सूत्रं विद्यते, घूम स्था गापा जहाति साम हलि. अनेन घू मा स्था गा पा हा ओहाक ओहाक सा शो एषा धातूनाम् आकारस्य स्थाने ईकारादेशो भवति. हलादि कित् नित् आर्धधातुकप्रत्यये परे. तर्हि प्रत्यय स्नु अस्ति चेत् तत्र घूमा घूमा स्था गापा जहाति सम् हलि इत्यनेन स्था योग स्नु स्थीयोग स्नु स्थीष्णु इति अनिष्टं रूपं सेत्स्यति. तावद् वदतु. अस्तु, इदानीं वयं पूर्वम् उक्तवन्तः तत्र गित् इति मास्तु, यत्र यत्र गित् अस्ति तत्र कित् एव स्थापितुं शक्नुमः, इत्युक्ते जी अस्ति, भू अस्ति, तत्र कित् भवति वा गित् भवति वा तत्र किमपि भेदः न भवति, गुणनिषेध एव कार्यम्, अतः किमर्थं गित् कित् एव भवतु. स्थाग्ला तत्र किमपि कार्यं न करोति, यतोहि तत्र गुणनिषेधकार्यमेव नास्ति, गुणस्य प्रसक्तिः एव नास्ति, अतः गुणनिषेधकार्यं न भवति. तत् चिन्तयामः चेत् तत्र या समस्या आगच्छति इत्युक्ते तत्र एकं सूत्रम् अस्ति, यत्र स्थाधातु अस्ति चेत् तत्र तस्मात् परं कित् वा नित् वा आर्धधातुकप्रत्यय अस्ति चेत् तत्र आकारस्य स्थाने दीर्घ ईकार भवति. अतः इदानीं स्नु तत्र ग्नु न भवति, क्ष्णु भवति चेत् तत्र गित् स्थाने कित् कुर्मः चेत् तत्र स्नु अपि कित् भवति, आर्धधातुक भवति, अतः स्थास्नु इति इष्टं रूपं न प्राप्नुमः, तत्र आकार दीर्घ आकार दीर्घ ईकारः भवति, स्थीष्णु इति रूपं प्राप्नुमः, तत् अनिष्टम् अस्ति. हा, बहु समीचीनं, सम्यक्. इत्युक्ते अत्र गीताञ्जलि भगिनी किं बुद्धम्? आं भगिनि, अत्र द्वौ धातौ इति विषय आयाति अत्र अपि, ग्ला अपि स्था, तत्र विषये घूमस्थापा जहाति ग्ला इत्यस्य नास्ति, केवलं स्था इत्यस्य, केवलं स्था अस्ति अस्ति, क्षम्यतां भगिनि. स्था इति विषये घूमास्था गापा जहाति सांहलि इति सूत्रेण आकारान्तते धातवः ईकारोदेश ईकारादेश भवति कित् ङित् परे आर्धधातुकप्रत्ययपरे, अधुना तत्र एव अस्ति चेत् स्था स्थी भवति, अधुना स्थी भवति चेत् स्थी योगः स्नु अस्ति चेत् स्थीष्णु आयाति, स्थीष्णु तु वयं न अस्माकं इष्टरूपं नास्ति, स्थाष्णु इति वयं इष्टवन्तः इति. समीचीनं भगिनि, सम्यक् सम्यक्तया बोधः अस्ति भवत्याः. अस्तु, इदानीं तत्र वयं ज्ञातवन्तः जी धातुः कृते, भू धातुः कृते, कित् वा भवतु गित् वा भवतु तत्र द्वयोः कृते तत्र गुणनिषेधः अस्ति, अतः तत्र भेदः नास्ति. कित् अस्ति चेदपि पर्याप्तम् अस्ति, कित् इत्यस्य आवश्यकता नास्ति. जी अपि च भू, ग्ला धातोः कृते कित्वं गित्वम् इत्यस्य आवश्यकता नास्ति, अतः कित् अस्ति चेदपि किमपि तत्र दोषः नास्ति. परन्तु स्था धातोः कृते ग्लाजिस्तश्च क्ष्णुः इति सूत्रे कित्वम् अस्ति, प्रत्ययकित्वम् अस्ति, मूलप्रत्ययकित्वम् अस्ति चेत् कः क्लेशः इति चेत् क्ष्णु इति प्रत्ययः कित् अस्ति, इदानीं स्थायोगः क्ष्णु, तत्र ककारस्य संज्ञा अस्ति, तदनन्तरं स्नु इति अवशिष्यते. स्नु इत्यत्र सकारः हलादिः अस्ति, हल् वर्णः आदौ अस्ति, अपि च आर्धधातुकप्रत्ययः अस्ति, अपि च कित् अस्ति, हलादिकित् प्रत्यय आर्धधातुकप्रत्यये परे स्था धातोः ईत्वं भवति, इत्युक्ते तत्र अन्तिम इका अन्तिम आकारस्य स्थाने दीर्घ ईकारादेशः भवति, अतः स्तीष्णु इति रूपं सिद्ध्यति. परन्तु लोके स्तीष्णुः इति रूपं नास्ति, स्थाष्णुः इत्येव रूपमस्ति. तर्हि स्थाष्णुः इति रूपम् इष्टरूपं प्राप्तुं मूलसूत्रे ग्लाजिस्तश्च स्नुः इति सूत्रे कित्त्वं मा भूत्, कित्त्वम् अस्ति चेत् अनिष्टरूपं प्राप्नुमः. अतः सूत्रे ग्लाजिस्तश्च स्नु इति सूत्रे मूले गित्त्वम् एव भवतु. कित्त्वम् अस्ति चेत् गुमास्ता गापा जहाति साम हलि इति सूत्रस्य कार्यं प्रवर्तते. तदा भवति चेत् अनिष्टरूपं सिद्ध्यति. तस्य निवारणार्थम् एव अत्र सूत्रे गित्त्वं स्थापितम्. बुद्धं वा भगिनि? अत्र ग्लाजिस्नु तत्र भूधातु नास्ति, अनुवृत्तिः अस्ति इति उक्तं खलु. पूर्वस्मात् सूत्रात् भू इत्यस्य अनुवृत्तिः भवति. भुवश्च इति सूत्रात् अनुवृत्तिः अस्ति. प्रश्नः अस्ति अस्तु भगिनि, प्रश्नः विजयलक्ष्मी भगिनि, किम् अस्ति? न श्रूयते. अस्तु वदतु. ग्ला धातुः ग्ला अपि च इति ग्ला वा ग्लै अस्ति मूलरूपे. ग्लै अस्ति, ग्लै. अस्तु, धन्यवादः भगिनि. मम अपि प्रश्नः अस्ति. जयलक्ष्मी भगिनी एकक्षणं. जयलक्ष्मी पृच्छ. हा भगिनि, यदा एतत् सूत्रे कुमास्था गापा चकासिस्तां हलि इति सूत्रे हलादि कित् नित् अर्थधातुकप्रत्ययपरे इति वदामः चेत् तत्र कित् नित् इत्यस्य केवलं कित् न चेत् ङित् एव भवति. तत्र गित् इत्यस्य प्रसक्तिः एव नास्ति खलु? सत्यम्. अतः एव क्लेशः अस्ति अस्माकं. तत्रापि गित्वम् इति अस्ति चेत् क्लेशः एव नास्ति. तत्र तु कित् कित् नित् इति अस्ति. तर्हि कित्त्वम् अस्ति चेत् अत्र अस्माकं मूलप्रत्यये कित्त्वम् अस्ति चेत् अस्य सूत्रस्य कार्यं भविष्यति. गोमास्ता गापा जहाति सामहलि इत्यस्य कार्यं भविष्यति. कार्यं भविष्यति चेत् अनिष्टरूपं प्राप्नुमः. अस्तु अस्तु, किमस्ति वा सुमन् भगिनि? तत्र घू आकारान्त कथं भवति भगिनि? घू कुत्र? घू घूमास्था घू इति तत्र घूसंज्ञकधातवः, भूसंज्ञकधातवः. अस्तु अस्तु अस्तु. अपि च प्रायः उक्तवती, क्षम्यताम् अहं न श्रुतवती चेत्, तत्र स्नु इत्युक्ते किं भगिनि? तत्र प्रत्यय योजयामः चेत् अर्थः कः? अपि च चत्वारः धातवः एव किमर्थं तस्य आप्लिकबिलिटि अस्ति? यतोहि तत्र चत्वारः एव तादृशरूपाणि सन्ति लोके, ग्लास्नुः जिष्णुः भूष्णुः इति. तत्र पाणिनिः दृष्टि तादृशदृष्टिः आसीत्, सूक्ष्मदृष्टिः आसीत् तस्य. तत्र सः दृष्टवान् लोके चत्वारि रूपाणि सन्ति, यत्र एतादृशरूपाणि सन्ति, जिष्णुः भूष्णुः ग्लास्नुः इति. तेषां रूपसाधनं कथं भवति इति विचिन्त्य अत्र एकं सूत्रं सूत्रितम् अस्ति. किन्तु तस्य अर्थः कः? अर्थः कः इति पश्यतु, अत्र कोशे पश्यतु. किञ्चित् ऐ मीन् प्रत्ययविषये किमपि वदति किं? स्नु इति प्रत्ययस्य अर्थः कः इति वा? स्नु इति प्रत्ययः तत्र भूष्णुः इति तत्र कर्त्रार्थे अस्ति. भूष्णुः इति तत्र कर्तुः विशेषणं भवति. भूष्णुः इत्यस्य इति कर्त्रार्थे अस्ति. यथा पाठकः इति वदामः चेत् कर्त्रार्थे अस्ति, एवमेव भूष्णुः इति अपि कर्त्रार्थे अस्ति. विष्णुः इति अर्जुनस्य किल? जिष्णुः इति अर्जुनः इति अस्ति वा? अस्तु अस्तु. अर्थः कः अत्र शब्दस्य अर्थः कः इति तत्र पश्यतु, कोशे पश्यतु भगिनि. भूष्णुः ग्रोयिङ्ग् थ्रैविङ्ग् अस्ति. किं? ग्रोयिङ्ग् अस्ति, थ्रैविङ्ग् अस्ति, विशिङ्ग् टु थ्रैव् अस्ति. भूष्णुः इत्युक्ते तत्र समर्थः इत्यर्थः, भूष्णुः. अस्तु भगिनि, इदानीम् अग्रे क्षम्यतां भगिनि, ग्लाजिस्थश्च स्नु इति सूत्रम् किं करोति भगिनि? इत्युक्ते स्नु इति प्रत्ययस्य स्नु इति प्रत्ययं योजयित्वा रूपं साधयति. तदेव स्नु इति आवश्यकः अस्ति खलु तत्र शब्दे वयं पश्यामः चेत् भूष्णुः स्नु इति तत्र श्रूयते खलु तत् साधनार्थं तत्र स्नु इति प्रत्ययं योजयित्वा भूष्णुः इत्यत्र कर्तार्थे भवति कर्तारं तत्र बोधयति तत्र विशेषणं भवति सः पाठकः सः पाचकः इति वदामः यथा वदामः पाचकः इति विशेषणमस्ति तस्य पुरुषस्य एवमेव भूष्णुः भूष्णुः सः इति वदामः चेत् तत्र विशेषणमस्ति समर्थः पुरुषः इति अर्थः समर्थः पुरुषः भूष्णुः इत्यस्य बहवः अर्थाः सन्ति एकः अर्थः समर्थः पुरुषः इति अर्थः अपि च मूले भगिनी ग्ला ग्लाजेस्थश्च स्नु ग्लाजेस्थश्च ग्नु गुस्नु गुस्नु अस्ति वा मूले तदनन्तरं गकारः अस्ति तत्र गुमास्ता गापा जहाति साम्भलि इति सूत्रस्य निवारणार्थं मूलसूत्रे गकारः अस्ति तस्य करीच इति सूत्रेण परिवर्तनं भूत्वा ककारः जायते अस्तु भगिनि अत्र सा धातु मात्रमे अत्र स्तीष्णु इति अनिष्टरूपं सम्भवति द रेस्ट् आर् नाट् अफेक्टेड् नो these are grouped together like nu and snu gnu what is significance of it kim kimartam ekatra sapitam iti va see only the affected is only stha so why that is not separated why it is come to the other things kimartam tatra separate karoti chet kaha labaha तर्हि सपरेट् करोति चेत् तत्र किं किं करोति इति चेत् एकत्र स्नु ककारः योजयित्वा एकः प्रत्ययः अन्यत्र गकारः योजयित्वा अन्यः प्रत्ययः इति इदानीं प्रत्ययद्वयं भवति खलु तस्मिन् लाघवं नास्ति खलु सूत्रमपि द्वयं भवति सूत्रद्वयं भवति इति अस्ति परन्तु तत्र प्रत्ययद्वयमपि भवति खलु सः किं किं कृतवान् इति किम् अमेजिङ्ग् अस्ति किं किं चिन्तितवान् किं किं कृतवान् इति तत्र सामान्यपुरुषस्य कार्यं नास्ति अतः एव सः भगवान् पाणिनिः अस्ति सामान्यपुरुषस्य कार्यं नास्ति अस्तु अग्रे पमेला भगिनी पठतु आं भगिनि तस्य निवारणार्थं तत्रैव वा भगिनि तत्रैव तस्य निवारणार्थं मूलप्रत्ययः गुस्नु इति कृतमस्ति अपि च यदा गुस्नु इति प्रत्ययः जातः तस्य गित्वे गुणनिषेधक्षमता अपि आवश्यकी जिष्णु भुष्णु इति द्वयोः साधनार्थम् एतदर्थम् एव निति च इति सूत्रे गकारस्य प्रश्लेष कृतः नो चेत् अस्मिन् सूत्रे गकारस्य आवश्यकता एव नास्ति केवलं द्वयोः शब्दयोः कृते जिष्णु भुष्णु निति च इति सूत्रे गकार संयोजितः आं भगिनि प्रयत्नं करोमि यदा भगिन्या निति च इति एव सूत्रेण गुणनिषेधकं कार्यं साधितुं शक्नुमः किन्तु तत्र द्वे धातु कृते किं द्वे धातु कृते अनिष्टरूपं निष्पन्नं भवति यतोहि गुमा स्थापा जा न एकक्षणं द्वे धातोः द्वौ धातु कृते तत्र द्वयोः धातोः कृते अनिष्टरूपं भवति इति अस्ति वा सारि एक अस्मिन् उदाहरणे स्था धातु कृते यदि केवलं कित् इति योजयामः चेत् तत्र रूपं तु स्थायोग कस्नु इति भवति गुमास्था इत्यनेन तत्र ईत्वं भूत्वा तीष्णु इति रूपं सिद्ध्यति यत् अनिष्टं रूपम् अस्ति तत् न भवेत् इति कृत्वा पाणिनिमहर्षिणा तत्र निति च इत्यत्र गित् अपि योजितं योजितवान् इति तत् वदति न स्था इति धातोः कृते ईत्वं न स्यात् इति कृत्वा कुत्रचित् प्रतिध्वनिः ईत्वं न स्यात् इति कृत्वा निति च इति सूत्रे गित्वं योजितम् इति समीचीनं वा ओके तर्हि धातोः कृते ईत्वं न स्यात् इति कृत्वा किं कृतं पाणिनिना तत्र गुणनेषद आवश्यक्य अपि च सा धातोः कृते गुणनिषेधः गुणनिषेधस्य आवश्यकता अस्ति वा सा धातुः कृते न भगिनि क्षम्यताम् नास्ति नास्ति नास्ति तर्हि सा धातोः कृते तत्र अनिष्टरूपस्य निवारणार्थं किं कृतं सा धातु कृते अनिष्टरूपं निवारणार्थं तत्र ककारस्य स्थाने गकार योजितं कुत्र गुस्नु प्रत्यये तत् बहु समीचीनं समीचीनम् इत्युक्ते तत्र सा धातोः अनिष्टरूपनिवारणार्थं तत्र मूल स्नु इति प्रत्यये ककारस्य स्थाने तत्र गकारः योजितः अस्ति मूले गकारः एव भवतु इति कृत्वा स्नु इति गकारः योजयित्वा स्नु इति प्रत्ययः योजितः इदानीं तत्र स्नु इति अस्ति इदानीं जीयोगः स्नु इति अस्ति तत्र किं आवश्यकम् जीयोग स्नु तत्र गुणनिषेधक गुणनिषेध आवश्यकं यतोहि जे जेष्णु इति यदि गुण न भवति चेत् गुण भवति चेत् तत्र जेष्णु इति अनिष्टरूपं सिद्धम् अत एव तत्र निति च इत्यनेन तत्र अपि गुणनिषेधः भवति समीचीनं समीचीनम् इत्युक्ते तत्र जिष्णु अपि च भूष्णु इति रूप इति द्वयोः रूपयोः साधनार्थं तत्र गुणनिषेधः आवश्यकः अस्ति इदानीं तत्र प्रत्यये गकारः एव आवश्यकः स्था धातोः कृते स्नु इति एव प्रत्ययः स्यात् अनिष्टरूपस्य निवारणार्थम् इति उक्तं तर्हि तथा अस्ति चेत् मूलप्रत्यये गकारः एव अस्ति इति चेत् जिष्णु अपि च भूष्णु इति रूपसाधनार्थं तत्र गुणनिषेधः आवश्यकः अस्ति अतः तत्र गित्वमपि किक्निति च इति सूत्रे योजितमस्ति अतः एव अत्र उच्यते एतदर्थम् एव निति च इति सूत्रे गकारस्य प्रश्लेषः कृतः इति चेत् तत्र पृथक्तया योजितम् अस्ति इत्यर्थः इत्युक्ते तत्र पार्थक्यं कृतं भेदः कृतः निति च इति सूत्रे गित्वं गित्वं नित्वम् इति पृथक् पृथक् कृतं गित्वस्य पृथक्तया योजनम् अस्ति किमर्थम् इति चेत् जिष्णु इत्यत्र गुणनिषेधः भवतु भूष्णु इत्यत्र गुणनिषेधः भवतु अपि च स्था इति धातोः कृते अनिष्टरूपस्य निवारणार्थम् अपि तत्र गित्वस्य योजनम् अस्ति मूलसूत्रे धन्यवादः भगिनि क्षम्यतां न समीचीनं भगिनि सम्यक्तया उक्तं गोमती भगिनी किम् अवगतम् एकवारं वदतु सारांशरूपेण अत्र एकः संशयः भगिनि एकक्षणम् अत्र गोमती भगिनी एकवारं सारांशः वदतु तदनन्तरं प्रश्नः तेन प्रश्नः अपि गच्छति इति चिन्तयामि भगिनि धातवः चत्वारः जि ग्ला स्था जि भू इति प्रत्ययः गुष्णु प्रत्ययः तत्र गकारः इत्संज्ञा भूत्वा लोपः भवति परन्तु तत्र निति च सूत्रे तत्र गकारस्य आवश्यकता अस्ति वा नास्ति वा इति प्रश्नः किमर्थं चेत् तत्र जि योगे स्नु भू योगे स्नु जिष्णु भूष्णु इति इष्टरूपं भवति तथा कित् अस्ति चेत् अपि कृष्णु अस्ति चेत् अपि गुणः भवति गुणः न भवति जिष्णु भूष्णु इति भवति अतः गकारस्य आवश्यकता अत्र नास्ति, स्नु इत्येव भवति इति चिन्तनम् अस्ति. परन्तु अत्र चत्वारः धातुः अस्ति, स्था धातुः अपि अस्ति, तत्र कुस्नु एव अस्ति चेत् तत् कित् अस्ति, तत् कित् अस्ति चेत् स्था धातुः इष्टरूपं न प्राप्नोति. तत्र भुमास्ता गापा जहाति सां हलि इति सूत्रेण ईकारः भूत्वा तत् स्थीष्णु इति भवति. अतः तत्र कित्वं न इष्टम्. अतः गकारः गुस्नु इति प्रत्ययः भवति चेत् स्थास्नु इति इष्टरूपं भवति. ग्ला इत्यस्य प्रत्ययस्य धातोः विषये तु कुस्नु गुस्नु इत्यस्य भेदः नास्ति. परन्तु ये चत्वार एव धातोः इष्टरूपप्राप्तनार्थम् अत्र गुस्नु इति योजयति. कुस्नु जी धातोः कार्यं भवति, स्था भू धातोः कार्यं भवति. परन्तु ये स्नु धातोः योजयित्वा रूपं एते चत्वार धातोः एव भवति. अतः विष्णु इति प्रत्ययः अस्ति अत्र. हा, समीचीनं भगिनि, समीचीनं. तदेव जी धातुः भू धातुः अनयोः कृते गित्वस्य योजनम् अपि कृतमस्ति क्निति च इति सूत्रे. गुणनिषेधस्य गुणनिषेधः भवतु इति कृत्वा स्थाधातोः कृते गित्वम् आवश्यकम् इष्टरूपं साधयितुं. तर्हि स्थाधातोः कृते गित्वं योजितम् इति चेत् तत्र झी धातुः भू धातुः अनयोः अपि इष्टरूपसाधनार्थं गित्वस्य योजनं गित्वं योजितम् अस्ति क्निति च इति सूत्रे. अस्तु भगिनि, धन्यवादः. भगिनि अत्र संशयः अस्ति, घुमास्ता गापा जहा तिसां हलि, अत्र हलि इति हलादौ कित् ङित् एव किमर्थं? गित् अपि हलादौ एव, कित् गित् इत्यस्य किमपि अनुवृत्ति अस्ति वा? न न न, हलादि किमर्थम् इति वदति पृच्छति वा? हलादि इति दलस्य प्रयोजनं किम् इति पृच्छति वा? हा, हलि इति सूत्रे अस्ति खलु, तत्र परन्तु गित् अपि हलि एव खलु? कित् कित् अपि हलि इति नास्ति खलु? तत्र कित्वस्य लोपानन्तरं हलादि भवेत्. कित् कित् इत् संज्ञायाः लोपानन्तरं प्रत्ययः हलादिः भवेत्. यथा तत्र यक् इति प्रत्ययः अस्ति, यक् इति प्रत्ययः कित् अस्ति, य इति अवशिष्यते, य इति अवशिष्यते. सा योगः यक् योगः से इत्यत्र किमस्ति? सा योगः यक् योगः ते, तत्र कर्मणि रूपमस्ति खलु, स्थीयते स्थीयते इति रूपमस्ति. तर्हि तदर्थं तत्र प्रत्ययः हलादिः अस्ति चेत् एव सूत्रस्य कार्यमस्ति. कित् अपि भवेत्, हलादिः अपि भवेत्. कित् अस्ति चेत् हलादिः अस्ति इति नास्ति. अजादिः अपि भवितुम् अर्हति तादृशप्रत्ययः अस्ति चेत्. यत्र कित्वम् अस्ति अपि च अजादिः अपि भवितुम् अर्हति. अस्तु, इदानीम् अग्रे गच्छेम. अत्र अग्रे वसन्ति भगिनी पठतु. अस्तु भगिनि, the background noise is coming, outside noise, is it okay? Bhavatyaha krite va patatu idanim na shruyate. Okay, ahatya stha yogagasno stashno ityasya sadanartham eva sanskrit sanskrita vyakarane gitvam vidyate kimapi anyat karanam nasti. एतत् सर्वं दृष्ट्वा मातृभिः निश्चितं यत् प्रक्रियाः समग्रदृष्ट्यां गित् प्रत्ययस्य समावेशः मास्तु, तासाञ्च चिन्तनं साधु एव. स्थायोगस्नु इष्टरूप इष्टरूप स्थास्नु नाट् स्थीस्नु इत्यस्य साधनार्थम् एव गित्वं विद्यते सो अन्यकारणं नास्ति अतः एव समग्रदृष्ट्यां गित् प्रत्ययस्य उल्लेखः नास्ति अतः एव समग्रदृष्ट्यां गित् प्रत्ययस्य उल्लेखः नास्ति यतोहि केवलम् एकस्य धातोः कृते रूपसाधनार्थं गित्वम् आवश्यकम् अतः तस्य कृते समग्रदृष्ट्यं मास्तु इति कृत्वा तस्य चिन्तनं त्यक्तमस्ति अस्तु समीचीनम् अस्तु अग्रे मीना भगिनी काशिकायामपि उक्तं यत् ग्लाजिस्तश्च स्नुः इति सूत्रे स्था इत्यनेन स्था आ इति स्वीक्रियते चेत् नाम तादृशस्था धातुः यस्य अन्ते आकारः वर्तते तदा सवर्णदीर्घसन्धिं कृत्वा स्था इत्येव सूत्रे जायते इति मन्यामहे चेत् स्थिस्नु इति अनिष्टं रूपम् अनेन एव निर्वार्येत येन गित्वस्य आवश्यकता न स्यात् नाम प्रत्ययः स्नु इत्येव भवतु गित्वं नाम विचारः संस्कृतभाषायां नास्ति इत्यपि कश्चन विचारः वर्तते अनया दृष्ट्यापि अस्माकं समग्रचिन्तनचित्रे गित् प्रत्ययस्य औचित्यं सुतरां नास्ति अत्र अन्य विचारः अस्ति काशिकायाम् अत्र कृष्णुधातु गित्वं न आवश्यकम् इति आवश्यकं नास्ति इति विचारमस्ति गित्वं केवलं गित्वं विना अपि अनिर्दिशाय इष्टरूपं भविष्यति इति यदा स्था स्नु इति भवति चेत् स्था इति आकारः भवति तदनन्तरं तदा किं भवति अन्य स्थास्ति गित्वम् अस्ति चेत् गित्वं नास्ति चेदपि स्नूद् इत्येव भवतु किं अत्र कथम् अहं चिन्तयामि कवर्णदीर्घं कत्र कुत्र भवति तत्र तस्मात् एव अहं चिन्तयामि अत्र नास्ति अस्ति चेत् एकक्षणं भगिनि एकक्षणं तत्र ग्लाजिस्तश्च तत्र काशिकायाः मतमस्ति काशिकायाः मतं किम् इति चेत् ग्लाजिस्तश्च स्नुः इति प्रत्यये इति सूत्रे स्त इति अस्ति खलु तत्र स्था इति धातुः अस्ति स्था इति धातुः तस्य विभजनम् एतादृशं कुर्मः स्थायोगः आ इति कुर्मः इति चेत् तादृशसूत्रे तादृश अर्थः अस्ति येन स्था इति आकारान्तधातुः अस्ति चेत् एव तस्मात् स्नु इति प्रत्ययः विधीयते तस्य ईकारत्वं किमपि अन्यत् किमपि अस्ति चेत् स्नु इत्यस्य विधानमेव न भवति इति तादृशं चिन्तनं कृत्वा अत्र स्था इत्यस्य विभागद्वयं स्थायोगः आ इति स्वीकुर्मः चेत् तदानीं सवर्णदीर्घसन्धिं कृत्वा सायोगः आ इत्यत्र सन्धिं कृत्वा स्था इति वयं सूत्रे स्थापयामः चेत् तत्र क्लेशस्य निवारणं भवति इति काशिकायाः मतम् अस्ति वा इत्युक्ते तादृश इत्युक्ते स्थायोगः स्नु प्रत्ययः स्नू प्रत्ययस्य कथञ्चित् अपि ईत्वं न स्यात्। तदर्थम् आकारान्तधातुः अस्ति चेत् एव स्नू प्रत्ययः विधीयते। तस्य ईत्वं कथञ्चित् स्यात् चेत् तादृशधातुतः स्नू प्रत्ययः न विधीयेत इति। अतः तत्र इत्युक्ते तत्र इन्ट्यूटिव् नास्ति भगिनी, एतत् किञ्चित् तत्र समाधानं प्राप्तुं किमपि वदति तत्र तत्र कथञ्चित् समाधानं प्राप्तुं तत्र सा इत्यस्य विभागः विश्लेषः कृत्वा सायोगः आ इति अस्ति चेत् तत्र आकारान्तधातुः अस्ति चेत् एव स्नु प्रत्ययः विधीयते न अन्यत्र। तदर्थमेव अत्र उक्तमस्ति सा इत्यनेन सायोगः आ इत्येव स्वीक्रियते चेत् नाम तादृशसा धातोः यस्य अन्ते आकारः वर्तते तदानीमेव तस्मात् स्नु इति प्रत्ययः विधीयते। तर्हि ईत्वं कथञ्चित् जायते चेत् तादृशधातुतः स्नु इति प्रत्ययः एव न विधीयते इति तादृशचिन्तनं कृत्वा तर्हि एतादृशम् अस्ति चेत् तत्र स्नु ककारः एव भवतु, तत्र न कोऽपि क्लेशः। तत्र स्नु इत्यत्र ककारः एव भवतु, न कोऽपि क्लेशः, यतोहि तत्र ईत्वं कथञ्चित् अपि न भवति, यतोहि तत्र सा धातोः आत्वम् अस्ति चेदेव स्नु प्रत्ययः विद्यते इति। अस्तु, अत्र विभजनम् अहं न अवगतं, सवर्णदीर्घः कुत्र भवति इति मया न अवगतं। न, तत्र ग्लाजिस्तश्च इति सूत्रे स्था इति धातुः अस्ति खलु, स्था इति धातुः अस्ति, तस्य डिविजन् करोतु, विभागं करोतु, स्था योगः आ इति करोतु। किमर्थं किमर्थं किमर्थम् इति चेत् आकारान्तः अस्ति चेत् एव स्नु प्रत्ययः विधीयते, नो चेत् न। तस्य कथञ्चित् तत्र ईत्वं किमपि भवति चेत् तादृशधातुतः स्नु प्रत्ययः न भवति एव। अत्र काशिकायाः मतं सम्यक् अस्ति वा इति चिन्तनीयं भगिनी। अत्र किमपि उक्तमस्ति तस्मिन् विषये, तत् स्पष्टमस्ति वा इति, कथमस्ति इति चिन्तनीयम् इत्युक्ते एतादृशचिन्तनं बहुत्र वयं पश्यामः काशिकायां, परन्तु तत् सर्वत्र वयं स्वीकर्तुं शक्नुमः वा न वा इति अपि चिन्तनीयम्। परन्तु सः किमपि समाधानं वदति, अन्ततो गत्वा अस्माकं सूत्रे तु गित्वम् अस्ति एव, अस्माकं सूत्रे गित्वम् अस्ति एव। सः किं करोति इति चेत् सा धातोः विश्लेषणं करोति, सा योगः आ इति विश्लेषणं करोति। तर्हि सा धातोः यस्य अन्ते आकारः वर्तते तादृशधातुः अस्ति चेत् एव स्नु प्रत्ययः विधीयते इति कृत्वा तत्र ईत्वं न भवति इति वदति। भगिनी, अत्र सूत्रे स्था एव अस्ति न, स्था नास्ति, तत्र सौत्रप्रयोगः अस्ति भगिनि। वस्तुतः स्था इति एव अस्ति धातुः, परन्तु तत्र सौत्रप्रयोगः, विशेषप्रयोगः अस्ति तत्र सूत्रे। स्था धातोः एव तत्र ह्रस्वकारः कृत्वा प्रयुक्तः, ग्लाजिस्तः स्तः च स्नुः इति। भगिनी, कथं जानीमः धातोः अन्ते आ अस्ति चेदेव स्नु इति? वयं न ज्ञातुं शक्नुमः, तदर्थमेव काशिककारः तादृशं वदति इति तथा वयं चिन्तयितुं शक्नुमः। इत्युक्ते न केवलम् अत्र, बहुत्र तथा वयं कर्तुं शक्नुमः। यत्र यत्र आकारः अस्ति तत्र प्रश्लेषः भवतु इत्यपि चिन्तयितुं शक्नुमः। अतः इति एकमतम् अस्ति अत्र, तावदेव। किमर्थं तत्र पाणिनिना सम्यक् स्थापितवान् खलु, स्थापितमस्ति, so he did one kind of exception with git, these guys want to do a different kind of exception. किं वदति इति चेत् तत्र किमर्थं नूतनप्रत्ययः गित् इति किमर्थं नूतनप्रत्ययः मास्तु एव, केवलम् एकस्य शब्दस्य कृते किमर्थं गित्वम् आवश्यकं, तद् मास्तु, तदर्थं किमपि उपायः वदति अत्र, उपायं वदति, तावदेव। अस्तु, तत्र चिन्ता मास्तु, अग्रे गच्छेम, अत्र अधिकचिन्तनस्य आवश्यकता नास्ति, अग्रे गच्छेम। अस्तु, इत्युक्ते एतादृशम् अन्यत्रापि दृश्यते भगिनि, अत्र एतादृशप्रश्लेषः मम मनसि सर्वदा प्रश्नः भवति, किमर्थम् एतादृशप्रश्लेषः? एतादृशं तु सर्वत्र वयं कर्तुं शक्नुमः खलु, यत्र यत्र आकारान्तः अस्ति प्रश्लेषः कर्तुं शक्यते खलु। अतः तत्र किञ्चित् तत्र तर्कस्य विषये मम मनसि अपि तत्र स्पष्टता नास्ति, किमर्थम् एतादृशं करोति इति, परन्तु यत्किमपि भवतु अस्माकं सूत्रे तु गित्वम् अस्ति एव, अतः गित्वस्य प्रयोजनं किम् इति वयं ज्ञातवन्तः. भगिनि, सौत्रप्रयोग इत्युक्ते किम्? सौत्रप्रयोगः इत्युक्ते लोके सा इति अस्ति, परन्तु पाणिनिना विशिष्टप्रयोगः कृतः. सौत्रप्रयोगः इत्युक्ते तत्र सूत्रे एव केवलं तादृशप्रयोगः इति, सा इति एव स्यात् परन्तु तत्र स्त इति उक्तमस्ति इति सौत्रप्रयोगः इति उच्यते. एतत्तु उत्तम आसीत् भगिनि. एतत् च तु एतत् परिशिष्टं किमर्थं मुख्ये करपत्रे स्थापनीयम् इति मम चिन्तनं. किं परिशिष्टं किमर्थं स्थापनीयं, करपत्रे एव स्थापनीयम् इति वा? किमर्थम् अन्ते स्थापितवान्, तत्र स्वरूप महोदय मध्ये एव स्थापिते चेत् उत्तमं? न, किमर्थम् इति चेत् अहं जानामि अत्र अस्य हिस्ट्रि, अहं जानामि. एवं वा? अस्य हिस्ट्रि इत्युक्ते पूर्वं नासीत्, इदं नासीत् एव नासीत् अत्र वयं न पठितवन्तः, अधुना एव नूतनविषयः अस्माकं कृते. हा, इत्युक्ते तत्र करपत्रे नासीत्, तत्र करपत्रे तत्र को सामान्यतया मातृभिः अपि न पाठ्यते. अस्तु, मातृभिः अपि न पाठ्यते, यतोहि केवलम् एकस्य शब्दस्य कृते तत्र अप्स् अण्ड् डौन्स् अस्ति खलु, अतः तयापि न पाठ्यते. परन्तु तत् तादृशप्रश्नः यदा आगच्छति तदानीं तत्र उत्तरं दातुं तत्र परिशिष्टरूपेण स्थापितमस्ति. किमर्थमिति चेत् सर्वेषां तत्र तत्र स्वारस्यं न भवति अस्मिन् विषये. किमर्थमिति चेत् केवलम् एकस्य शब्दस्य कृते एतादृश युनो सर्कस् किमर्थम् इति. परन्तु उत्तमः विचारः सर्वत्र अस्ति, एकरूपम् एकधातोः एकसूत्रमस्ति सर्वत्र. धातोः कृते सूत्रमस्ति, परन्तु एकस्य धातोः कृते प्रत्ययः नास्ति खलु. प्रत्ययः तु सामान्यतया तत्र केचन शब्दाः भवन्ति, तेषां कृते प्रत्ययः भवति, परन्तु अत्र तु एकस्य धातोः कृते तत्र गित्वं किमर्थम् इति. अस्तु, इदानीं किम् अन्यप्रत्यय अपि गित् भवति वा? एकः एव प्रत्ययः अस्ति, एकः एव अस्ति खलु संस्कृतभाषायाम्, एकः एव प्रत्ययः गित् अस्ति. चिन्तितवती चत्वारः वा षड् वा सन्ति इति. न न, तादृशमस्ति चेत् एतादृश चर्चायाः आवश्यकता नास्ति. एकस्य एकः एव प्रत्ययः अस्ति, स्नु इति प्रत्ययः, तत्र गित्वम् अस्ति, अन्यत्र कुत्रापि नास्ति. मम चिन्तने दोषः. भगिनि, एक अन्यप्रश्न भगिनि, अत्र जिष्णु स्थास्नु ते सर्वे प्रातिपदिकरूपम् अस्ति, इत्युक्ते प्रथमविभक्ति एकवचनरूपं जिष्णुः इति वा? सत्यं सत्यं, प्रातिपदिकात् सुप्रत्ययं योजयित्वा तत्र गुरु इति शब्दः अस्ति चेत् तत्र सुप्रत्ययं योजयामः चेत् रूपाणि भवन्ति खलु, गुरुः गुरुः गुरवः, एवमेव अत्र अस्ति. अस्तु अस्तु, इत्युक्ते उकारान्त प्रातिपदिकम् अस्ति. सत्यम् अवगतं, सत्यम्. अस्तु, इदानीं तत्र पञ्चनिमिषाः सन्ति, तत्र कित् तिन् प्रत्ययः अस्ति, तिन् प्रत्ययस्य विषये किञ्चित् चिन्तनं कुर्मः. अत्र नी धातुः योगः तिन् प्रत्ययः, वासुदेव महोदय वदतु किमस्ति. क्षम्यतां भगिनि, क्षम्यतां भगिनि, एकवारमपि वदतु, वदतु कृपया. नी योगः तिन्, नी योगः तिन् झटिति वक्तव्यम् अत्र. तिङ् तिङ् तु सार्वधातुः प्रत्ययः अस्ति, तिन् इति सार्वधातुकप्रत्ययः अस्ति वा? तिन् तिन् अस्ति चेत् तिंशित् अर्धधातुकमेव, अर्धधातुकमेव, अतः अर्धधातुकं तद् किं भवति, अर्ध इडागमस्य चिन्तनं प्रथमं करोति, प्रथमं कुर्मः. इड तिन् वदादेः भवति, वदादेः भवति, अतः वशादिः नास्ति, अतः इडागमस्य आवश्यकता अस्ति. परन्तु धातु तु अनिट् अस्ति, अतः इडागमः न भवति, इडागमः न भवति. ततः नियोगः तिन् तिन् नकारस्य लोभः भवति इति चिन्तयामि. नीति नीति इति नीति इति भवति गुणः न भवति. किमर्थं वृत्तियं किमर्थम् इति न जानामि. न जानाति वा? अत्र विनयमहोदय वदतु. एक्स्क्यूस् मि, प्रत्ययः तिन् अस्ति भगिनि, तिन् नियोगः तिन् इत्यत्र गुणः भवति वा न वा? न, तिन् स्त्रीलिङ्ग् प्रत्ययः, रैट्? स्त्रीलिङ्ग् अस्ति. अतः कित् अस्ति तर्हि अत्र गुणः न भवति किञ्चित् सूत्राधारेण. अतः गुणः न भवति परन्तु नियोगः ति ति अवशेषः तिन् ति शेषः नीतिः भवति. नीति समीचीनं. नीति अत्र गुणनिषेधः अस्ति यतोहि तिन् प्रत्यये ककारस्य संज्ञा अस्ति. अस्तु समीचीनं. सूर्यकुमारी भगिनी अग्रे चियोगः तिन् क्षीयोगः तिन् धातु अनित् अस्ति. थिङ् थिङ् सेत् प्रत्ययः अस्ति. आर्द्रात् थिङ् आर्द्रातु प्रत्ययः अस्ति. निति च अस्ति. गुणनिषेधः भवति. समीचीनं समीचीनम्. अस्तु गीता भगिनी अत्र वदतु. गै गै धातुः अस्ति वा गीता भगिनी? भगिनी अत्र एकमेव रूपं वा? क्षितिः इति एकमेव रूपं प्रातिपदिकं अस्ति. अस्ति वा भगिनि? प्रातिपदिकं क्षितिः. गै गै धातुः भवति गा इति. किं धातु ति अव ति एव अवशिष्यति. गति एव भवति भगिनि. गा इति अस्ति खलु? गा गा गा गाति इति भवति वा? त्यजन्तदातु गायोगः गायोगः ति इति अस्ति. इदानीं तत्र अस्माकम् इदानीमेव एकं सूत्रं दृष्टं खलु, गोमास्ता गापा जहाति सांहलि. तत्र गा इत्यपि अस्ति. अतः ईत्वं भवति. गीतिः गीतिः इति भवति. गीतिः इति रूपम्. अस्तु समीचीनं. तदनन्तरं तत्र ललिता भगिनी वक्तुमिच्छति वा? तत्र बुद्ध धातुः नो चेत् तत्र लिक् धातुः वदतु. लिक् धातुः भगिनि ललिता भगिनी अस्ति वा? अस्तु विनय महोदय वदतु. लिक् धातुः लिक् धातु परन्तु प्रत्ययः तिन् अस्ति. तिन् प्रत्ययः तिन् अस्ति तर्हि तिन् कारणेन निषेधः अस्ति. तर्हि यदि निषेधः अस्ति तर्हि लिख् उपधा इकारः अस्ति परन्तु प्रसक्ति मेबि परन्तु प्राप्ति नास्ति. अतः लिख् नि परन्तु अत्र अहं सूचयामि इडागं भव इडागं सम्बन्धे अत्र कृत् प्रत्ययः इडागं सम्भावना भवति परन्तु तिन् प्रत्ययः अहं तिन् प्रत्ययः बलादे नास्ति अतः इडागमः न भवति तिन् प्रत्ययः बलादिः नास्ति वा किमर्थं तथा वदति न तिन् प्रत्ययः बलादे नास्ति बलादे प्रत्ययः यु नो निष्ठप्रत्ययः त्रिचित्यादि बलादे प्रत्ययः भवन्ति न तिन् अपि बलादिः अस्ति खलु कः वर्णः आदौ अस्ति तकारः अस्ति खलु अस्ति तकारस्य इत्संज्ञा भवति खलु इत्संज्ञा भवति टि इति प्रत्ययः इदानीम् इत्संज्ञकवर्णस्य लोपानन्तरं द्रष्टव्यं तत्र वलादिः अस्ति वा न वा इति वलादिः अस्ति एव तिन् प्रत्ययः वलादिः एव अस्ति तथापि तत्र मम दोषः यदि तिन् प्रत्ययः बलादि अस्ति तर्हि लिखितः लिखिति भवति लिखिति इति रूपमस्ति अत्र तिन् प्रत्ययस्य विषये कुत्रापि इडागमः नास्ति तदेव अहं वक्तुम् इच्छामि भगिनी सत्यं तदेव अहं श्रोतुम् इष्टवती यं प्रति अहं प्रश्नं करोमि सः वदति वा इति मम आशा ऐ वास् वेटिङ्ग् टु टेल् बट् नो अहं भवती वदति चेत् तत्र कः लाभः तत्र अन्ये जनाः सन्ति खलु ये एकवारमपि न पठितवन्तः तेषाम् अवसरः भवतु इति कृत्वा अहं मास्तु इति उक्तवती अत्र अत्र वस्तुतः अत्र तिन् प्रत्ययस्य कृते कुत्रापि इडागमः नास्ति यद्यपि वलादिः अस्ति तथापि नास्ति यतोहि अत्र सूत्रमस्ति ति तूत्र तीसु सरक्कसेषु च इति सूत्रेण तिन् प्रत्ययस्य ति इति अस्ति इति कृत्वा तत्र इडागमः निषेधः इडागमस्य निषेधः अस्ति अतः इडागमः कुत्रापि न भवति गोमति भगिनी समीचीनं भवती जानाति इति अवगच्छामि परन्तु अत्र अन्यस्य अवकाशः भवतु इति कृत्वा धन्यवादः यतोहि समयः अपि अतीतः खलु अतः मम करपत्रे अस्ति भगिनि यत् मया प्रेषितं पूर्वं पी डि एफ् मध्ये तद् न उद्घाटितवती आं किन्तु प्राप्तवती इति तत्र पाठः समाप्तः अत्र केवलं तव्यत् प्रत्ययः इति अस्माभिः न चर्चितं तत्र किमपि नास्ति तव्यत् प्रत्ययः यथा तत्र पूर्वं तव्यत् न चर्चितं खलु तव्यत् इत्यस्य यथा पूर्वं तत्र अस्ति कित् अपि नास्ति गित् अपि नास्ति अतः गुणः भवति सर्वत्र लिक् योगः तव्यत् इति अस्ति चेत् किं भवति लेखितव्यं अस्तु समीचीनं तर्हि केवलं तिन् एव न कृतं खलु अस्तु इदानीं तदपि समीचीनं तर्हि अत्र न भवति चेत् लिक्तिः भवति किं हा लिक्तिः तत्र सन्धिः अपि भवति चर्त्वमपि भवति तत्र लिक् योगः ति इत्यत्र ककारस्य अल्पप्राणककारः भवति चर्त्वं भूत्वा लिक्तिः इति रूपं क्तिं प्रत्यय किं सूचयति श्रीलिङ्गे अस्ति भगिनि कतिः मतिः श्रीलिङ्गे अस्ति भावं सूचयति भावं भावार्थे अस्ति भावं सूचयति भगिनि मतिः इति किं प्रत्ययं वा हा सत्यं मतिः गतिः भीतिः बुद्धिः स्त्रियां तिन् इति सूत्रं तृप्तिः अपि तृप्तिः हा तृप्तिः बहूनि रूपाणि सन्ति तिन् तृतीयं योजयित्वा सर्वत्र भावार्थे अस्ति श्रीलिङ्गे भवन्ति अद्य वुमेन्स् डे सन्दर्भे मतिः बुद्धिः सर्वं सर्वेषां कृते एव अस्ति किं किम् अद्य वुमेन्स् डे अस्ति भगिनि मतिः बुद्धिः सर्वेषां रूपाणि अस्ति अस्तु तर्हि अत्र स्थगयामः कोऽपि प्रश्नः अस्ति वा अस्तु अग्रिमसप्ताहात् तत्र नूतनपाठः आरप्स्यते अस्तु तर्हि धन्यवादः नमस्कारः किं पाठः भगिनि? किं पाठः अग्रिमपाठः तत्र किमस्ति? कृत् प्रत्ययः अपि सार्वधातुक अर्धधातुकाः इति. धन्यवादः.